नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनम् इति विषयः अस्ति. तर्हि गतवर्गपर्यन्तं किम् अधीतमिति चेत्, तत्र सम्पूर्णकरपत्रे यत्किमपि अस्ति तत्सर्वम् अधीतं, केवलं परिशिष्टमेव अवशिष्यते. तर्हि एकवारं किञ्चित् पुनस्मरणं कुर्मः, ततः अग्रे सर्तुं शक्नुमः. अत्र अस्मिन् पाठे किं किम् अधीतम् इति ललिता भगिनी किं चिन्तयति, किम् अधीतम् अस्मिन् पाठे? पुष्पदीक्षितः विरचित मार्गे द्वे लकाराः सन्ति, सार्वधातुकम् आर्धधातुकम् इति. प्रत्ययस्य नाम सार्वधातुकम् आर्धधातुकम् इति. तिंशत् सार्वधातुकम् आर्धधातुकं शेषः. प्रत्ययः परश्च धातोः इति. एकक्षणं, तिंशत् सार्वधातुकम् आर्धधातुकं शेषः इति किं विवक्षितम्? तिङ् प्रत्यय षित् प्रत्यय अस्ति चेत् लकारः सार्वधातुकम् अस्ति. न न, अत्र लकारः इति भिन्नविषयः अस्ति, प्रत्ययः इति भिन्नविषयः अस्ति. लकारः अपि प्रत्ययः, सार्वधातुक आर्धधातु प्रत्ययः अस्ति. तिंशित् सार्वधातुकप्रत्ययः, तिंशित् सार्वधातुकप्रत्ययः अस्ति. सम्पूर्णतया चिन्तनं करणीयं चेत् केवलं प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः, तिंशित् अस्ति चेत् अर्धधातुकः सार्वधातुकः इति तथा नास्ति. सम्पूर्णतया चिन्तनीयं चेत् धातुतः यः प्रत्ययः अस्ति, यः तिङ् प्रत्ययः अस्ति अथवा यः षित् प्रत्ययः अस्ति, सः प्रत्ययः सार्वधातुकः इति वक्तव्यम्. अर्धधातुकः आर्धधातुकः शेषः आर्धधातुकम् इति. शेषः इत्युक्ते तिंशित् नास्ति चेत् शेषः प्रत्ययः आर्धधातुकम्. सत्यं सत्यं, धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् अपि नास्ति, षित् अपि नास्ति चेत् सः प्रत्ययः आर्धधातुकप्रत्ययः. अत्र मुख्यविषयः कः इति चेत्, धातुतः ये प्रत्ययः सन्ति, धातुतः यः प्रत्ययः सन्ति द्विविधाः अस्ति, सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः. सार्वधातुकप्रत्यये कर्तरी शप् निमित्तम् अस्ति, बाधा नास्ति. धातो किं वक्तुमिच्छति इदानीं? कर्तरी शप् इस् द निमित्तं फार् सार्वधातुक. हा, ततः पूर्वं तत्र प्रथमं तत्र प्रत्ययः स्टिङ्ग्, प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः इति उक्तं. तर्हि प्रत्ययः नाम कः? प्रत्ययः यः धातुतः विधीयते सः प्रत्ययः. धातुतः यः विधीयते सः अपि प्रत्ययः, परन्तु प्रत्ययः इत्युक्ते कः अर्थः? केवलं धातुतः, केवलं धातुतः यः यः अस्ति सः एव प्रत्ययः वा? तर्हि प्रत्ययः इत्यस्य अधिकारः कुत्र अस्ति? प्रत्ययः इत्यस्य अधिकारः थर्ड् चाप्टर् फस्ट् अध्याये अस्ति. इट् गोस् अप् टु फिफ्त् चाप्टर् फोर्त् अध्याय पर्यन्तम् अस्ति. तर्हि सहायं करोतु वा भगिनि? अस्तु अस्तु अस्तु, जयलक्ष्मी भगिनी वदतु, सहायं करोतु भगिनी, कृपया म्यूट् करोतु भगिनि. आं भगिनि, प्रत्ययः इति इत्यस्य अधिकारः तृतीय अध्यायतः पञ्चमः अध्यायतः अस्ति. प्रत्ययः इति प्रकृतितः यः विधीयते सः प्रत्ययः इति नाम संज्ञा भवति. सत्यम्. अत्र प्रकृतिः बहु समीचीनं भगिनि. प्रकृतिः इत्युक्ते अत्र का प्रकृतिः इत्युक्ते तृतीय अध्याये धातुः इति अर्थं भवति. किन्तु चतुर्थ प्रातिपदिकात् इति अपि भवेत् अन्यस्मिन् पाठे. तत्र च प्रातिपदिकात् यदि प्रत्ययः विधीयते सः च प्रत्ययः एव, यः कोऽपि विधीयते सः च प्रत्ययः एव नाम भवति. सत्यं. प्रकृतितः यत्किमपि विधीयते तस्य नाम अस्ति प्रत्ययः. प्रकृतिः धातुः भवितुमर्हति, प्रातिपदिकमपि भवितुमर्हति, कुत्रचित् सुबन्तपदमपि भवितुमर्हति. अस्तु अस्तु. तदनन्तरं तत्र परश्च इति सूत्रमपि अस्ति. तर्हि परश्च इति सूत्रं किं वदति? परश्च इति सूत्रं धातोः परश्च इति एव तस्य अर्थः खलु भगिनि? धातोः परश्च एतस्य अधिकारः कुतः पर्यन्तम् अस्ति? परश्च इत्यस्य अधिकारः तृतीय अध्यायतः पञ्चमाध्यायपर्यन्तं परश्च इति इत्यस्य अधिकारः च अस्ति. धातोः इति च अधिकारः च तृतीय अध्यायतः, किन्तु तत्र तृतीय अध्याये एव अस्ति धातोः इत्यस्य अधिकारः. अतः परश्च इत्यस्य कोऽर्थः? परश्च इत्यस्य च धातोः अपि भवेत्, प्रातिपदिकश्च इति अपि भवेत् इति भावयामि. हा सत्यं. परश्च इत्यनेन प्रकृतेः अनन्तरं प्रत्ययः भवति. सर्वत्र प्रकृतेः अनन्तरं प्रत्ययः भवति. प्रत्ययः प्रकृतेः पूर्वं न भवति, प्रकृतेः अनन्तरं भवति प्रत्ययः. अस्तु. तदनन्तरं तत्र तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति. तर्हि वयं ज्ञातुं शक्नुमः धातुतः तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति इति कृत्वा धातोः अनन्तरं यः प्रत्ययः अस्ति तस्य एव नामकरणं भवति सार्वधातुकः अथवा आर्धधातुकः. तिङ्गस्ति चेत् सार्वधातुकः, षित् अस्ति चेत् सार्वधातुकः, तिङ्क्षित् भिन्नः अस्ति चेत् आर्धधातुकः, परन्तु धातुतः विद्यमानः इति स्मर्तव्यम्. यतोहि प्रातिपदिकात् यः प्रत्ययः षित् अस्ति इति चिन्तयामः चेत् सः प्रत्ययः सार्वधातुकः अथवा आर्धधातुकः न भवति, यद्यपि षित् अस्ति तथापि, यतोहि धातोः इति अधिकारे अस्ति चेदेव प्रत्ययस्य नामकरणं भवति सार्वधातुकः अथवा आर्धधातुकः. अस्तु अस्तु भगिनि, धन्यवादः. ततः अग्रे लकारः, सार्वधातुकलकारः इति अपि विषयः अधीतः. अत्र गोमती भगिनी वदतु सार्वधातुकलकारः. सार्वधातुकलकारः कर्त्रार्थे सार्वधातुकप्रत्ययपरे धातोः प्रत्ययः विधीयते, तदा धातुः साक्षात् पश्यति धातोः. अनन्तरं धातुः साक्षात् किं पश्यति? सार्वधातुकप्रत्ययः पश्यति, तिङ् षित् सार्वधातुकप्रत्ययं पश्यति. तस्य मध्ये किमपि बाधा व्यवधानं न भवति. तत् सच् लकारः सार्वधातुकलकारः. कर्त्रर्थे शप् विधीयते, कर्त्रर्थे सार्वधातुकपरे शप् विधीयते. शपः विधानं तत्र एव भवति आर्धधातुकलकारे न. सत्यं सत्यं, बहु समीचीनम्. तर्हि तत्र कर्तरीशप् इत्यस्य विधानं भवति सार्वधातुकलकारेषु. किमर्थम् इति चेत् धातुः अस्ति, धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति, यः प्रत्ययः कर्त्रार्थे अस्ति इत्युक्ते कर्तरीप्रयोगः इति विवक्षा अस्ति चेत् तादृशसन्दर्भः एव सार्वधातुकलकारः इति वदामः. यतोहि सार्वधातुकप्रत्ययः इदानीं धातुः साक्षात् प्रत्ययं द्रष्टुं शक्नोति. किमर्थं द्रष्टुं शक्नोति इति वदामः चेत् तादृशसन्दर्भे एव कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति. किमर्थं चेत् कर्तरि शप् इति सूत्रं किं वदति इति चेत् धातोः अनन्तरं सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति चेत् शप् विधानं भवति. येषु लकारेषु शप् विधानं भवितुमर्हति तादृशलकारः सार्वधातुकलकारः इति वदामः. के ते लकाराः? लङ्, विधिलिङ्, लट् लट् लङ् विधिलिङ् लोट्. चतुर्षु लकारेषु कर्तरिषप् इत्यस्य कार्यं भवति. यदा वयं कर्तरिषप् इति वदामः तत्र न केवलं कर्तरिषप् इत्यस्य विवक्षा अस्ति, परन्तु कर्तरिषप् प्रबाद्य तत्र अन्ये विकरणप्रत्ययः अपि भवितुम् अर्हति धातुगणम् अनुसृत्य. सार्वधातुकलकारेषु दशगणाः सन्ति, तर्हि गणम् अनुसृत्य विकरणप्रत्ययः विद्यते. सर्वत्र कर्तरिषप् इति नास्ति, परन्तु कर्तरिषप् इत्यस्य प्रसक्तिः सर्वेषु गणेषु अस्ति, परन्तु तत्तद्गणे तत्सम्बद्धविकरणप्रत्ययः विधीयते इति तदेव सः एव भेदः अस्ति. सार्वधातुकलकारेषु कर्तरिषप् इत्यस्य कार्यं भवति, अतः सार्वधातुकलकारः इति वदामः. अस्तु भगिनी, कृपया म्यूट् करोतु. अस्तु अरविन्द महोदय, अग्रे आर्धधातुकलकारे कर्तरिषप् इत्यस्य कार्यम् अस्ति वा? आर्धधातुकलकारे कर्तरिषप् इति न आयाति, तस्य स्थाने त्यत्यासीर् ल्युट् इति सूत्रं प्रथमं कार्यं करोति इति कृत्वा. कस्मिन् लकारे? लट् लोट् लङ् विधिलिङ् विहाय षट् लकारे तस्य प्रसक्तिः अस्ति. कस्य प्रसक्तिः अस्ति? स्यतयासिर् लट् आर्धधातुकलकारः. हा, आर्धधातुकषट्लकारः सन्ति, तेषु कुत्र कुत्र स्यतासि लुलुटोः इत्यस्य कार्यम्? तिङ् विधानपूर्वं तस्य प्रसक्तिः, तस्य विधानं भवति इति कृत्वा अङ्गं तिङ् न दृश्यते. सत्यं सत्यं, समीचीनं. तत्र केवलं स्पष्टीकरणार्थं पृच्छामि, अत्र स्यतासि लुलुटोः इति सूत्रं षट्सु लकारेषु अपि कार्यं करोति वा? तत्र स्य इति उक्तं, लृट् एव तस्य स्य इति विकरणप्रत्ययं लृट् एव. लृट् लिङ्ग् तत्रैव स्य इति प्रत्ययः कार्यं करोति. तदनन्तरं लुट् इति प्रत्ययः, तास् इति प्रत्ययः लुट् लकारे कार्यं करोति. तदनन्तरं तत्र चिलिलुङ्गि इति अस्ति. चिलिलुङ्गि इति सूत्रेण लुङ् लकारे चिलि इति प्रत्ययः आगच्छति. यथा तत्र स्य इति प्रत्ययः आगच्छति, एवमेव लुङ् लकारे चिलि इति प्रत्ययः आगच्छति. अतः आर्धधातुकलकारेषु किं भवति? लृट् लकारं स्वीकृत्य वदतु. आर्धधातुकलकारे अङ्गम् एवं तिङ् मध्ये स्या इति अर्धधातुकलकार आयाति इति कृत्वा कर्तरिषप् न आयाति. आर्धधातुकलकारः नास्ति, आर्धधातुकप्रत्ययः इति कृत्वा गणीय सूत्रं तत्र कार्यं न करोति. गणीयसूत्रं तत्र कार्यं न करोति, यतोहि किमर्थम् इति चेत् तत्र मध्ये व्यवधानम् अस्ति खलु. अस्तु, तर्हि षट्सु लकारेषु लट् लोट् लङ् विधिलिङ् एतान् विहाय षट्सु लकारेषु लिट् लिङ्ग् लुट् लुङ् लिट् आशीर्लिङ् एतेषु लकारेषु किं भवति इति चेत् धातोः अनन्तरं लकारः अस्ति. इदानीम् उदाहरणार्थं लृट् इति लकारं स्वीकुर्मः. धातोः अनन्तरं लृट् इति लकारः अस्ति. इदानीं प्रश्नः अस्ति तत्र लृटः स्थाने तिङ् प्रत्ययः प्रथमम् आगच्छति वा, नो चेत् तत्र मध्ये स्यतासील् लृटोः इत्यनेन स्य इति प्रत्ययः मध्ये आगच्छति वा इति प्रश्ने सति, किं प्रथमम् आगच्छति इति प्रश्ने सति, तत्र स्यतासील् लृटोः इति सूत्रं तत्र लकारं निमित्तीकृत्य अस्ति. लृट् लकारं निमित्तीकृत्य प्रत्ययः अस्ति, तर्हि लकार अवस्थायाम् एव स्य इति प्रत्ययः विद्यते. अतः धातुयोगः स्य योगः लृट्. इदानीं तत्र कर्तरीषप् इति सूत्रस्य प्रसक्तिः अस्ति वा इति चेत् नास्ति. किमर्थं चेत् कर्तरीषप् इति सूत्रं तदा एव कार्यं करोति यदा धातोः साक्षात् अनन्तरं सार्वधातुककर्त्रार्थकप्रत्ययः अस्ति. इदानीम् अस्माकम् उदाहरणे धातुयोगः स्य योगः लृट् इति अस्ति. धातोः साक्षात् अनन्तरं तत्र लृट् इति लृट् इति प्रत्ययस्य स्थाने अधुना तिङ् प्रत्ययः अपि आगतः इति चिन्तयन्तु. इदानीं धातुः अस्ति स्य योगः लृट् इति अस्ति. अस्मिन् सन्दर्भे एव लृटः स्थाने तिङ् आगतः, अतः धातुयोगः स्य योगः तिङ्. अधुना कर्तरीषप् इत्यस्य कार्यम् अस्ति वा इति चेत् इदानीं धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः नास्ति. धातुः तिङ् प्रत्ययं द्रष्टुं न शक्नोति, यतोहि मध्ये स्य इति प्रत्ययः अस्ति. अतः कर्तरीषप् इत्यस्य अवसरः नास्ति, यतोहि कर्तरीषप् इति सूत्रस्य निमित्तं न पूरितं. निमित्तमस्ति सार्वधातुककर्त्रार्थकप्रत्ययः धातोः साक्षात् अनन्तरम्. अतः इदानीं यथा लृट् लकारे सन्दर्भः अस्ति, कर्तरीषप् इत्यस्य अवसरः नास्ति, तथैव तत्र लुट् लकारे लृङ् लकारे लुङ् लकारे अपि तथैव मध्ये व्यवधानं भवति इति कृत्वा तेषु लकारेषु कर्तरीषप् इत्यस्य अवसरः न भवति. लिट् लकारे आशीर्लिङ् लकारे किञ्चित् भिन्नवार्ता अस्ति. तत्र व्यवधानं किमपि नास्ति. धातुः अस्ति, लिट् लकारः अस्ति अथवा आशीर्लिङ् लकारः अस्ति, परन्तु अत्र लकारस्य स्थाने यः तिङ् प्रत्ययः आगच्छति सः तिङ् प्रत्ययः सार्वधातुकः नास्ति. सामान्यतया तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययः सार्वधातुकप्रत्ययः भवति, परन्तु लिट् लकारे आशीर्लिङ् लकारे तिङ् प्रत्ययः सार्वधातुकः नास्ति, आर्धधातुकः अस्ति. तिङ्क्षित् सार्वधातुकम् इति सूत्रं प्रबाद्य तत्र लिच्च इति सूत्रेण लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः, लिङ्गाशिशि इति सूत्रेण आशीर्लिङ् लकारे तिङ् प्रत्ययः आर्धधातुकः. प्रत्ययः एव आर्धधातुकः इति कृत्वा कर्तरीषप् इत्यस्य कार्यं कथञ्चिदपि न भवितुम् अर्हति. अतः सः लकारः अपि आर्धधातुकलकारः इति स्वीकुर्मः. तर्हि आहत्य षड् लकाराः आर्धधातुकलकाराः. बुद्धं खलु? अस्तु, मम एकः प्रश्नः. भगिनी उक्तवती, मया अवगतं न. कर्तरि शप् 3168 स्यातासि लुलुटोः 3133 परसूत्रं बलं किमर्थं न कार्यं करोति? तदेव अग्रे पश्यामः, परिशिष्टे पश्यामः. परिशिष्टे तस्मिन् विषये एव तत्र चर्चा अस्ति. पश्यामः किमर्थं परसूत्रम् इत्यनेन किमर्थं न स्यात् इति प्रश्नः, समीचीनः प्रश्नः. अग्रे परिशिष्टे पश्यामः. एतावता यत्किमपि उक्तं तत्सर्वं बुद्धं चेत् अग्रे गन्तुं शक्नुमः. कृपया म्यूट् करोतु. अस्तु, इदानीं परिशिष्टं प्रति गच्छामः. एतावता कोऽपि प्रश्नः अस्ति वा भगिनि? मम एकः प्रश्नः आसीत् अत्र. तनादिक्रेभ्यः उः इति सूत्रं वदति, तनादिगणे स्थितेभ्यः धातुभ्यः, अनन्तरं कृधातुतः च उ प्रत्ययः भवति इति वदति खलु. तत्र किमर्थं क्रि इत्यस्य पृथक् दत्तम् इति, किमपि अन्यकार्यम् अस्ति वा तदेव नास्ति वा इति? अत्र तु वस्तुतः कुत्रापि तत्र विशिष्टकारणम् इति नास्ति, परन्तु कृधातोः कृते विशिष्टकार्याणि भवन्ति इति कृत्वा प्रायः तत्र कृ इति पृथक्तया स्थापितं, परन्तु कुत्रापि तत्र कारणं किम् इति साक्षात् तत्र कुत्रापि न उक्तं किमर्थम् इति. अदृशप्रश्नस्य समीचीन उत्तरं नास्ति. भगिनी, मम एकः संशयः. एकक्षणं महोदय, एकक्षणं, कृपया म्यूट् करोतु. एकक्षणं कृपया म्यूट् करोतु. भगिनी बुद्धं खलु? बुद्धं भगिनी. अतः कृ धातोः कृते विशिष्टसूत्राणि सन्ति इति कृत्वा तत्र पृथक्तया उक्तम् इति चिन्तयितुं शक्नुमः. अस्तु अस्तु. अनन्तरं अन्य एकः प्रश्नः, इदानीं लृट् लकारे स्यति इति अस्ति, तत्र श्या इति रूपं किमर्थम् अत्र किं कारणेन अत्र श्या इति रूपम् आगच्छति भगिनि? क्रीडिष्यति. शत्वं तत्र एकं सूत्रमस्ति, आदेशप्रत्ययोः इति सूत्रमस्ति, तेन सूत्रेण षत्वं भवति. अग्रे गत्वा पठिष्यामः. यत्र सकारः प्रत्ययः अस्ति खलु, स्य इति प्रत्ययः अस्ति, सकारः प्रत्ययस्य भागः अस्ति, तस्मात् पूर्वं कवर्गीयवर्णः अथवा इन् प्रत्याहारस्य वर्णः अस्ति चेत् षत्वं भवति आदेशप्रत्ययोः इति सूत्रेण. अतः सर्वत्र तत्र पठिष्यति, गमिष्यति इति षकारः दृश्यते, श्रूयते. सकारात् पूर्वं कवर्गीयः न चेत् इन् प्रत्याहारः इन्. अस्तु, धन्यवादः भगिनि. अस्तु अस्तु, वासुदेवन् महोदय कृपया वदतु. गतवर्गस्य विषये पाणिनीयधातुपाठे तनादिगणे अन्तर्भूतः षण् धातोः लट् रूपे रूपद्वयं दृश्यते, क्षिणोति क्षेणोति. क्षिण योग ओ इति स्थिते किमर्थं गुणः बाध्यते? गुणप्रबाद्य शुभ क्षिण इति अङ्गं सिद्धम्. तत्र तनादिगणे अन्तर्भूतः एव धातोः लट् रूपे द्वयं रूपद्वयं दृश्यते. सत्यं. क्षेणोति किमर्थं गुणः बाध्यते? कृपया म्यूट् करोतु, वदामि. अस्तु, तर्हि क्षिण् इति धातुः तत्र तनादिगणे अस्ति इति कृत्वा सामान्यचिन्तनमस्ति तत्र गुणः भवति इति चिन्तनमस्ति. यतोहि वयं जानीमः तत्र तनादिगणे उ इति प्रत्ययः अस्ति, तर्हि क्षिण्योगः उ योगः ति इति अस्ति. उ इति प्रत्ययः कीदृशप्रत्ययः अस्ति? उ प्रत्ययः विजयलक्ष्मी भगिनी वदतु. आर्धधातुक. तर्हि आर्धधातुकप्रत्ययः अस्ति इति कृत्वा तत्र गुणः भवति वा? भवति. केन सूत्रेण? निमित्तमस्ति चेत् भवति. आर्धधातुकशेष इति तत्र निति च इति सूत्रस्य एव निषेधः भवति गुणकार्यस्य. अत्र तु तत्र यानि इत् सम्यकानि उक्तवन्तः तानि नास्ति, तत्कारणं गुणकार्यं भवति. केन सूत्रेण? आर्धधातुकशेष. गुणः केन सूत्रेण? ओ, सार्वधातुक आर्धधातुकयोः. कुत्र अस्ति इक्वर्णः? किं भगिनि? इक्वर्णः कुत्र अस्ति? धातोः अन्ते अस्ति वा? उपधायाम् अस्ति. ओ, पुगन्तलघुपदस्य च. पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति. सत्यं, गुणः भवति. परन्तु तत्र केचन वैयाकरणाः अथवा केचन पण्डिताः तत्र गुणः न भवति क्षिण् धातोः, यद्यपि प्रसक्तिः अस्ति तथापि गुणः न भवति, लोके तु क्षिणोति इति रूपमपि अस्ति इति ते वदन्ति इति कृत्वा तत्र क्षिणोति इति अपि रूपं दृश्यते. क्षेणोति इति रूपम् अस्ति, क्षिणोति इति रूपमपि दृश्यते, यतोहि तत्र गुणः न भवति इति वदन्ति केचन. अतः यतोहि लोके तादृशरूपमपि अस्ति इति वदन्ति, अतः रूपद्वयं दृश्यते. बुद्धं खलु? अस्तु, तर्हि अग्रे सर्तुं शक्नुमः. इदानीं परिशिष्टमिति विषयः अस्ति. अत्र रमा शिवरामन् भगिनी पठति वा? आम्, पठति, पठामि. परिशिष्टम्. प्रक्रियाक्रमप्रसङ्गे किञ्चित् मूल्यवत् चिन्तनम्। प्रश्नः उदेति यत् लस्य स्थाने तिङ्प्रत्ययाः प्रथमम् आयान्ति अथवा प्रथमं विकरणप्रत्ययः विधीयते। अस्य बोधार्थं सर्वप्रथमं ज्ञातव्यं प्रक्रिया का, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति। प्रक्रियाक्रम प्रसङ्गे मुख्य अंशः इदानीं चिन्तनं कुर्मः। प्रश्नः यदि आगच्छति तिङ्प्रत्ययः प्रथमम् आयान्ति वा विकरणप्रत्ययः प्रथमं विधीयते वा, अस्य बोधार्थं ज्ञानार्थं सर्वप्रथमं प्रक्रिया वा किं प्रक्रिया का प्रक्रिया आगच्छति इति ज्ञातव्यं, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति। विकरणप्रत्ययः आर्धधातुकप्रक्रियापि अपि अस्ति, सार्वधातुक आर्धधातुकमपि अस्ति सार्वधातुकमपि अस्ति, अतः एव चिन्तनम् आगच्छति प्रथमतया सार्वधातुकप्रक्रिया आगच्छति वा अतः आर्धधातुकप्रक्रिया आगच्छति वा इति। समीचीनम्, अग्रे पठतु। सार्वधातुकप्रक्रिया एकनिमिषम्, अत्र सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया इति सार्वधातुकलकारात् विधीयमाना प्रक्रिया इति वा अथवा पश्यामः, तत्र सार्वधातुकप्रक्रियाः इत्यस्य को अर्थः, आर्धधातुकप्रक्रिया इत्यस्य को अर्थः इति अधुना पश्यामः। अत्र तु अस्मिन् किञ्चित् किम् उक्तम् इति चेत् एतावता तत्र सार्वधातुकलकाराः के अर्धधातुकलकाराः के इति ज्ञातवन्तः, परन्तु इदानीमपि प्रश्नः आसीत् खलु गोमती भगिन्याः प्रश्नः आसीत् अर्धधातुकलकारेषु किमर्थं स्यस्यतासि लृलुटोः इति सूत्रं प्रथमं कार्यं करोति, किमर्थं तत्र कर्तरि शप् इति कार्यं न कर्तुं शक्नोति इति प्रश्नः आसीत्। यतोहि कर्तरि शप् परसूत्रमस्ति खलु इति प्रश्नः आसीत्। तादृशप्रश्नानाम् उत्तरम् अधुना अग्रे प्राप्स्यते, तर्हि इदानीम् अत्र तस्मिन् विषये एव चिन्तनमस्ति। तदर्थं तत्र प्रथमं तिङ्प्रत्ययः आयाति वा प्रथमं विकरणप्रत्ययः आयाति वा इत्यस्य ज्ञानार्थं प्रथमतया अस्माकं प्रथमं सोपानमस्ति प्रक्रिया का, कीदृशप्रक्रिया अस्ति, सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया वा इति ज्ञातव्यं। तर्हि प्रक्रिया, सार्वधातुकप्रक्रिया, प्रथमतया प्रक्रिया इत्यस्य को अर्थः? विनय महोदय वदतु, प्रक्रिया इत्यस्य को अर्थः? सोपानं, सत्यम्। इत्युक्ते प्रक्रिया इत्युक्ते तत्र किमपि पदमस्ति, पदस्य निर्माणं कथं भवति, पदं कथं निर्मीयते इति ज्ञानार्थं सोपानानि भवन्ति। तत्र प्रकृतिः अस्ति, प्रकृतितः प्रत्ययः विधीयते, केनचित् सूत्रेण प्रत्ययः विधीयते, तदनन्तरं केनचित् सूत्रेण प्रत्ययस्य संज्ञा भवति, केनचित् सूत्रेण प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति अथवा अङ्गस्य परिवर्तनं भवति, तदनन्तरं केनचित् सूत्रेण एतादृशम् अस्ति, सोपानानि सन्ति खलु, तत्र तिङ्प्रत्ययः विधीयते, तदनन्तरं विकरणप्रत्ययः विधीयते, एतादृशसोपानम् एव तत्र प्रक्रिया इति उच्यते। पदस्य निर्माणार्थं यानि यानि सोपानानि सन्ति तानि सर्वाणि मिलित्वा वयं प्रक्रिया इति वदामः। तर्हि इदानीं सार्वधातुकप्रक्रिया अर्धधातुकप्रक्रिया इति चेत् सार्वधातुकप्रक्रिया कदा भवति इति चेत् यत्र धातोः अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तदानीं सार्वधातुकप्रक्रिया इति वदामः। धातोः अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः आर्धधातुकः चेत् आर्धधातुकप्रक्रिया इति वदामः। धातुः यं प्रत्ययं पश्यति सः प्रत्ययः सार्वधातुकः वा आर्धधातुकः वा इति चिन्तनीयम्। सः प्रत्ययः सार्वधातुकः अस्ति चेत् सार्वधातुकप्रक्रिया, सः प्रत्ययः आर्धधातुकः चेत् आर्धधातुकप्रक्रिया। एतादृशसन्दर्भः कुत्र भवति इति चेत् सार्वधातुकप्रक्रिया सार्वधातुकलकारेषु भवति. लट् लोट् लङ् विधि लिङ् एतेषु लकारेषु सार्वधातुकप्रक्रिया भवति. अवशिष्टलकारेषु आर्धधातुकप्रक्रिया भवति, यतोहि धातोः अनन्तरं यः प्रत्ययः सः प्रत्ययः आर्धधातुकः इति भेदः अस्ति. बुद्धं खलु? बुद्धं वा विजयलक्ष्मी भगिनी? धन्यवादः. धन्यवादः भगिनि. अस्तु, अग्रे अग्रे भगिनी रमा भगिनी. सार्वधातुकप्रक्रिया इति चेत् विवक्षाम् अनुसृत्य धातुः यथा भू योगः लकारः यथा लट् लट् लकारः धातुभ्यः विधीयते, अपि च तिंशित् भिन्नः अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. धातुभ्यः विधीयमानलकारः तु प्रत्ययः, तिङ् भिन्नश्च अतः लकार इति प्रत्ययः, कृतदिङ् इत्यनेन कृत्संज्ञकः. असार्वधातुकसंज्ञकः इत्यतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. लस्य तिप्तस् जि क्षम्यतां भगिनी, क्षम्यताम्, अहं विनयकुमार. चिन्ता नास्ति भगिनी. इत्याभ्यां तिङ् विधानं भू तिप् तिंशित् सार्वधातुकं तिबादयः सार्वधातुकसंज्ञकाः, कर्तृत्तकाश्च कर्तरि शप् इत्यनेन धातोः शप्रत्ययः परश्च कर्तरि सार्वधातुके भू शप् तिप् भवति इति भवति. प्रथमवाक्यं अहम् अवगन्तुं न शक्नोमि भगिनि. किं तत्र विवक्षाम् अनुसृत्य? आफ्टर् देट् विवक्षाम् अनुसृत्य धातुः लकारः लट् लकारः योजनेन सार्वधातुकं भवति न आर्धधातुकसंज्ञकः इति लिखितमस्ति, अतः मम अहम् अवगन्तुं न शक्नोमि. हा, इत्युक्ते अत्र पश्यतु, अत्र विवक्षानुगुणम् अत्र वाक्यस्तरे अत्र क्रियापदं किम् अस्ति इति, किं क्रियापदं वयं प्रयोक्तुमिच्छामः इति अनुसृत्य धातुः धातुः स्वीक्रियते. धातोः अनन्तरं लकारः अपि तथैव, तत्र अस्माकं विवक्षानुगुणं लकारः अपि आनीयते. इदानीं लट् लकारः इति चिन्तयतु. तर्हि लकारः धातुतः यत्किमपि विधीयते तस्य नामकरणं किम्? धातुतः यत्किमपि विधीयते तस्य नामकरणं किम्? लकारः न, अत्र धातोः अनन्तरं यत्किमपि अस्ति तस्य नामकरणं किम्? प्रत्ययः. प्रत्ययः, आम्, प्रत्ययः. तर्हि धातोः अनन्तरं यत्किमपि विधीयते तस्य नामकरणमस्ति प्रत्ययः. यतोहि प्रत्ययः इत्यस्य अधिकारः अस्ति तृतीयाध्याये. ओ हा, डिफाल्ट् आर्धधातुकम् इति लिखितमस्ति वा? हा, इदानीं तत्र लकारः विधीयते. लकारः अपि प्रत्ययः अस्ति. लकारः अपि सर्वे लकाराः प्रत्ययाः. तर्हि लकारः कीदृशप्रत्ययः इति चेत् किं किं वक्तुं शक्नुमः? लकारः आर्धधातुकं, सर्वे प्रत्ययाः आर्धधातुकं किञ्चित् भिन्नः. हा, इदानीं लकारः इति यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति इति कृत्वा आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. तस्य प्रयोजनम् अस्ति वा इति चेत् प्रयोजनं किमपि नास्ति. तत्र क्षणिककालं तत्र आर्धधातुकसंज्ञा भवति तस्य. अवगच्छामि अवगच्छामि. हा, सर्वे डिफाल्ट् आर्धधातुकं भवति. उपयोगम् अस्ति वा नास्ति वा चिन्तनं न. यतोहि वयं जानीमः खलु लकारस्य स्थाने अग्रे गत्वा तिङ् प्रत्ययः तु विधीयते एव. अतः यदा तिङ् प्रत्ययः विधीयते तदानीं तत्र सार्वधातुकसंज्ञा भवति एव. लिट् आशिल्लिङ्ग् विहाय, लिट् लकारम् आशिल्लिङ्ग् लकारं विहाय अन्यत्र सर्वत्र तु तिङ् प्रत्ययः अस्ति इति कृत्वा सार्वधातुकसंज्ञा भवति एव. अत्र अत्र लट् लट् इति शब्दः अर्धधातुकम् अस्ति, किमर्थं लट् इति एकं प्रत्ययः अस्ति अपि च तिङ्क्षित् नास्ति तदनन्तरम् अर्धधातुकं शेषम् इति न भगिनि? सत्यं तदेव खलु, धातुतः यः लट् इति लकारः विद्यते सः प्रत्ययः अस्ति, लट् लकारः प्रत्ययः अतः तिङ् अपि नास्ति षित् अपि नास्ति इति कृत्वा अर्धधातुकं शेषः इत्यनेन लट् लकारः इति अर्धधातुकप्रत्ययः. अवगतं, धन्यवादः. अग्रे भगिनि. कृतेतिङ् इत्यनेन कृत्संज्ञकः असार्वधातुकसंज्ञकः इत्यतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. लस्य इति सूत्रेण तिङ् विधानं विधानस्य अनन्तरं तिङ्क्षित् सार्वधातुकम् इति सूत्रस्य प्रसक्तिः आगच्छति. न न न, एकक्षणम्. इदानीं धातोः अनन्तरं लकारः अस्ति, लट् लकारः अस्ति, लकारः लकारः तु अर्धधातुकः इति उक्तः खलु, लकारः अर्धधातुकः. अपि च इतोपि चिन्तनं कुर्मः चेत् तत्र लकारः इति प्रत्ययः अर्धधातुकप्रत्ययः इति उक्तः, अर्धधातुकप्रत्ययः अस्ति चेत् सः प्रत्ययः तिङ् वा कृत्वा इति अपि चिन्तनं भवति खलु. यः प्रत्ययः अस्ति धातुतः सः तिङ् भवितुमर्हति नो चेत् कृत् भवितुमर्हति. अत्र तु यः लकारः लट् लकारः इति प्रत्ययः अर्धधातुकप्रत्ययः तिङ् नास्ति इति कृत्वा कृदतिङ् इति सूत्रेण तिङ् भिन्नः इति कृत्वा कृत् प्रत्ययः, सर्वे लकाराः कृत् प्रत्ययाः अपि सन्ति क्षणिकमात्र कालपर्यन्तम्. भवती उक्तं, परन्तु लकारम् इति प्रत्ययं कोऽपि न, लस्यस्य एव प्रत्ययं भवति न न न, सर्वे धातुतः यत्किमपि अस्ति तस्य नाम प्रत्ययः, प्रत्ययसंज्ञा तु अस्ति एव लकारस्य, यतोहि प्रत्ययः इत्यस्य अधिकारः अस्ति खलु, तर्हि लकाराः अपि प्रत्ययः एव. सः प्रत्ययः लकारः अर्धधातुकप्रत्ययः इति जानीमः, कृत् प्रत्ययः अपि जानीमः, तस्य प्रयोजनं किमपि नास्ति, केवलं चिन्तनार्थं. प्रत्ययं विल् बि डिनोटेड् ओन्लि त्रू लस्य इति नास्ति, तदेव अहं वदन्ती अस्मि. लकारस्यापि प्रत्ययसंज्ञा अस्ति, तस्य प्रयोजनं नास्ति इति भिन्नविषयः अस्ति, परन्तु लकाराः अपि प्रत्ययाः एव, सर्वे लकाराः अर्धधातुकसंज्ञकाः, सर्वे लकाराः कृत् प्रत्ययाः अपि सन्ति, यतोहि तिङ् भिन्नाः. अतिङ् तर्हि यः प्रत्ययः अतिङ् तिङ् नास्ति, अतिङ् इत्यनेन तिङ् नास्ति, यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः इत्युक्ते केवलं धातुतः विद्यमानः प्रत्ययः. सर्वे लकाराः कृत् एव वा? सर्वे लकाराः इदानीं कृत् संज्ञकाः भवन्ति क्षणिकमात्रकालपर्यन्तं, तत्र प्रयोजनं किमपि नास्ति. तदनन्तरं कर्तरि शप् आगच्छति अण्ड् रेस्ट् आफ् द थिङ्ग्स् फालो. हा, वदतु अग्रे किम्. अत्र कृत् अतिङ् शिप् शप् शित् किमर्थम् अत्र विषय नास्ति? अत्र कृदतिङ् एव, कृदतिङ् किमर्थं नास्ति? न, तिङ्क्षित् सार्वधातुकम् इति भिन्न सार्वधातुकसंज्ञा अर्धधातुकसंज्ञा इति संज्ञाद्वयम् अस्ति, तदर्थं तिङ्क्षित् सार्वधातुकम् इति उक्तं. तत्र अन्यसंज्ञा अपि अस्ति, प्रत्ययः तिङ् प्रत्ययः भवितुमर्हति नो चेत् कृत् प्रत्ययः भवितुमर्हति. कृत् प्रत्ययेषु अपि पुनः सार्वधातुककृत् प्रत्ययः, अर्धधातुककृत् प्रत्ययः, तिङ् प्रत्ययेषु अपि पुनः सार्वधातुकतिङ् प्रत्ययः, अर्धधातुकतिङ् प्रत्ययः इति अस्ति. भगिनी, अत्र लिखितमस्ति अस्मिन् धात्वधिकारे तिङ् वर्जितः सर्वे प्रत्ययः कृत्संज्ञको भवति. सत्यं सत्यं, तिङ् वर्जितः, तिङ् भिन्नाः, तिङ् भिन्नाः. अस्तु भगिनि, अग्रे वदतु. अग्रे तदनन्तरं कर्तरि शप् इत्यस्य तत्क्षणं कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति, परन्तु तदनन्तरं लप् किमर्थं नास्ति, किमर्थं नास्ति? असार्वधातुकसंज्ञकः अस्ति, अतः कृत्संज्ञकः असार्वधातुकसंज्ञकः अस्ति, तिंशित् एव सार्वधातुकम् अस्ति, अतः कः अस्ति प्रत्यय, प्रत्यय हा कीदृश लकारः, लकारः इति प्रत्ययः, लकारप्रत्ययः कृत्संज्ञकः भवति, असार्वधातुक अपि भवति, तिङ्न षित्न, अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अत्र न भवति. तदनन्तरं लस्य इति सूत्रस्य कारणेन सिप्तस्ति तिङ् विधायकसूत्रं तिङ् प्रत्ययः आगच्छति. तदनन्तरं भूयोगः तिप् तदनन्तरं तिंशित् सार्वधातुकम् इति सूत्रेण तिबादयः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अपि आगच्छति, देन् यूश्वल् शप् भू शप् तिप् भवति इति रूपं भवति. हा अस्तु, समीचीनं. पुनः एकवारं पश्यामः अत्र, अत्र धातुः, भगिनी कृपया म्यूट् करोतु भगिनी कुत्रचित् प्रतिध्वनिः. हा अत्र विवक्षानुगुणम्, अस्माकं विवक्षानुगुणम् इदानीं लकारम्, अस्माकं विवक्षानुगुणं लकारः आनीयते, धातुः अपि तथैव. इदानीम् अस्माकम् उदाहरणार्थं भूयोगः लृट् इति लकारः, लकारः विधीयते तत्र वर्तमाने, लृट् नास्ति लट्, वर्तमाने लट् इति सूत्रेण भूधातुतः लट् लकारः विधीयते. तर्हि भू इति धातुः अस्ति, लट् इति लकारः अस्ति. धातोः अनन्तरं यत्किमपि विधीयते तस्य नाम अस्ति प्रत्ययः. अतः लट् लकारस्यापि प्रत्ययसंज्ञा अस्ति, सः अपि प्रत्ययः एव. तर्हि कीदृशप्रत्ययः इति चिन्तयामः चेत्, केवलं चिन्तनार्थं, लट् लकारः कीदृशप्रत्ययः धातोः परे अस्ति, कीदृशप्रत्ययः इति चेत् सार्वधातुकप्रत्ययः वा इति चेत् न, तिंशित् नास्ति, लट् लकारः तिंशित् नास्ति इति कृत्वा, तिंशित् भिन्नः इति कृत्वा अर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकः अस्ति लट् लकारः. इदानीं पुनः इतोपि चिन्तयामः चेत् अत्र तृतीयाध्याये, अष्टाध्यायां तृतीयाध्याये प्रत्ययः तु अत्र सप्तविधप्रत्ययः सन्ति. तत्र धातुतः विद्यमानः प्रत्ययः, कृत् प्रत्ययः अथवा तिङ् प्रत्ययः इति मुख्यभेदः अस्ति. तर्हि यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः. तदर्थम् अत्र सूत्रमस्ति कृदतिङ् तिङ् तिङ् प्रत्ययान् विहाय अन्ये प्रत्ययाः कृत् प्रत्ययः, इत्युक्ते तत्र कृत् इत्यस्मिन् अधिकारे ये ये प्रत्ययाः सन्ति, इत्युक्ते विकरणप्रत्ययः कृत् प्रत्ययः वा इति चेत् न, विकरणप्रत्ययः कृत् प्रत्ययः न सन्ति. अनन्तरं सनादिप्रत्ययः कृत् प्रत्ययः वा इति चेत् न, सनादिप्रत्ययः कृत् प्रत्ययः न सन्ति. विकरणप्रत्ययः सनादिप्रत्ययः एतान् विहाय अन्ये ये ये प्रत्ययाः सन्ति तृतीयाध्याये, ते प्रत्ययः तिङ् प्रत्ययः अथवा कृत् प्रत्ययः, तिङ् भिन्नप्रत्ययः कृत् प्रत्ययः. तर्हि इदानीं धातुतः लकारः अस्ति, भू इति धातुतः लट् लकारः अस्ति, लकारः अर्धधातुकः प्रत्ययः इति उक्तम्, अपि च तिङ् नास्ति लकारः अतः कृत् अस्ति. तर्हि भूयोगः लकारः अर्धधातुकसंज्ञकः कृत् प्रत्ययः अस्ति. तर्हि इदानीं प्रश्नः अस्ति, किमर्थं भूयोगः लकारलावस्थायाम् एव कर्तरि शप् इति सूत्रस्य प्रसक्तिः नास्ति इति चेत्, लकारः यद्यपि प्रत्ययः अस्ति तथापि सार्वधातुकः नास्ति. कर्तरि शप् इति सूत्रं तदा एव कार्यं करोति यदा सार्वधातुकप्रत्ययः अस्ति धातोः अनन्तरम्. अत्र लकारः तु सार्वधातुकः नास्ति, अर्धधातुकः अस्ति, अतः कर्तरि शप् इत्यस्य कार्यं नास्ति. तदनन्तरं किं भवति इति चेत्, तत्र लकारस्य स्थाने लस्य इत्यनेन तिप्तस्जि इति तत्र अष्टादश प्रत्ययः सन्ति, आत्मनेपदी नवप्रत्ययः, परस्मैपदी नवप्रत्ययः. अत्र पश्यामः चेत् तिप् तस् झि सिप् तस् थ मिप् वस् मस् एते प्रत्ययाः परस्मैपदी प्रत्ययाः, त आतां छ थास् आथां ध्वम् इड् वहि महि इति एते नवप्रत्ययः आत्मनेपदीप्रत्ययः. लस्य स्थाने एते प्रत्ययाः आगच्छन्ति. तत्र धातुः परस्मैपदी वा आत्मनेपदी वा इति अनुसृत्य तत्र परस्मैपदीप्रत्ययः अथवा आत्मनेपदीप्रत्ययः लस्य इति सूत्रेण लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति. इदानीं तत्र किं भवति, भूयोगः तिप् इति तिङ् प्रत्ययः अस्ति. तिप् इति तिङ् प्रत्ययः सार्वधातुकसंज्ञकः अस्ति, यतोहि तिप् इति तिङ् इति प्रत्ययः सार्वधातुकसंज्ञकः, तिंशित् सार्वधातुकम् इत्यनेन. तर्हि भूयोगः तिप् अधुना किं भवति इति चेत्, भू इति धातुः तिप् इति प्रत्ययं साक्षात् पश्यति. तिप् इति प्रत्ययः सार्वधातुकसंज्ञकः अपि अस्ति, अस्माकं विवक्षाकर्तरीप्रयोगः अस्ति इति कृत्वा तत्र कर्तरी शप् इति सूत्रस्य प्रसक्तिः अस्ति. अतः एव अत्र उच्यते धातोः शप् प्रत्ययः परश्च कर्तरी सार्वधातुके. तत्र कर्तरी सार्वधातुके इति बहु मुख्य अंशद्वयमस्ति. सार्वधातुकप्रत्ययः यः कर्त्रार्थे अस्ति धातोः साक्षात् परः, तदानीं शप् प्रत्ययः भवति. अतः इदानीं भू अपि च तिप् अनयोः मध्ये शप् इति प्रत्ययः विधीयते. अतः भूयोगः शप् योगः इति अनन्तरं कार्यं गुणकार्यं सर्वं कृत्वा भवति इति रूपं निष्पन्नं भवति. बुद्धं खलु? एक प्रश्न महोदय वदतु. भगिनि, हा प्रश्न अस्ति, यथा अष्टादश प्रत्ययः किम् अष्टादश प्रत्ययः तिङ् प्रत्ययः परस्मै अपि च आत्मने, परन्तु समानतया लिट् लकार आर्धातुक लकार अस्ति, प्रत्यय अपि समानतया तिङ् भवन्ति, तत्रापि तिङ् एव भवन्ति. यथा यदि वयं तत्र भिन्नभिन्न आदेशाः भवन्ति, तत्र भिन्नभिन्न आदेशाः भवन्ति, तत्र मूलप्रत्ययः तु तिङ् एव. प्रश्नः केवल मूलप्रत्ययः तिङ् प्रत्ययः. अहं यदि अहम् इच्छं वदामि तिङ् प्रत्ययः प्रकृतिप्रत्ययः, तदनन्तरं सर्वे विकृतिप्रत्ययः भवन्ति, अतः विभाजनं सार्वधातुक आर्धातुक केवलं यदि वयं विकर्णसम्बन्धे वदामः तर्हि एव तथा नास्ति. केवलं विकर्णस्य कृते सार्वधातुक अर्धधातुकः इति नास्ति. तत्र सर्वे प्रत्ययाः सार्वधातुक अथवा अर्धधातुकसंज्ञकाः एव. तिङ् प्रत्ययः अपि तथैव. तत्र तिङ् प्रत्ययस्य विषये तथा न वक्तुं शक्नुमः इति नास्ति. मूलप्रत्ययः अस्ति, तत्र विकृतिप्रत्ययः अस्ति चेदपि तत्र तिङ् इति संज्ञा तु तत्रापि भवति. यदि अत्र लोट् लकारे तिप् इत्यस्य स्थाने तु इति, तत्र तु इति परिवर्तनं भवति, पठतु इति रूपम् अस्ति. तु इति प्रत्ययः अपि तिङ् प्रत्ययः एव. तत्र विकृतरूपम् अस्ति इति कृत्वा तत्र तिङ् प्रत्ययः नास्ति इति न वक्तुं शक्नुमः. तत्र तिङ् इति संज्ञा तु अस्ति एव, सर्वत्र अस्ति. विकृतिः अस्ति चेदपि अस्ति. प्रश्न केवलं सम्यक् अस्ति, सम्यक् उत्तरं भगिनि. एकक्षणं, तत्र भगिनी कस्याचित् भगिन्याः प्रश्नः आसीत्. भगिनी, एवमेव मया अवगतं, शुद्धं वा अशुद्धं वा वदतु भगिनी. भूयोगः लट् लट् आर्धधातुकप्रत्ययः, तिंशत् नास्ति इति कारणेन आर्धधातुकप्रत्ययः, तस्मात् कर्त्री शप् इति प्रसक्तिः नास्ति. किमर्थमित्युक्ते कर्त्री शप् धातोः शप् प्रत्ययः परस्य कर्त्री सार्वधातुके प्रत्यये परे अपि, तस्मात् कर्त्री शप् प्रसक्तिः नास्ति. तदनन्तरं लस्य इति प्रत्यय सूत्रेण भूयोगः तिक् भवति, तिक् इति सार्वधातुकप्रत्ययः, तिङ् तिङ्क्षित् सार्वधातुकप्रत्ययः, तस्मात् इदानीं कर्तरि शप् भवति, भूयोगः शप् योगः ति इति भवति इति तस्मात् भवति इति अन्तिमरूपम्. सत्यं भगिनि, तथैव तथैव तथैव. धन्यवादः भगिनि. तथैव. हा, रामनाथन् महोदय वदतु. तदेव भवती उक्तं, तदेव मम प्रश्नः, मम देट् इस् वाट् ऐ आल्सो अण्डर्स्टुड्, इट् इस् क्लारिफैड्, थेङ्क् यू. ओके ओके, अस्तु, तर्हि अग्रे सर्तुं शक्नुमः. इदानीम् अरुणा भगिनी पठति वा? आं भगिनि, आं भगिनि, आहत्य एव भगिनि. आम् सत्यम्, आहत्य लकारस्य स्थाने तिङ्, तदा तिङ् सार्वधातुकत्वात् शप् विधानम्. यावत् सार्वधातुकसञ्ज्ञकः प्रत्ययः न आगच्छेत् तावत् कर्तरि शप् इत्यस्य प्रसक्तिः न स्यात्. शप् च शपां प्रबाद्य अन्ये विकरणप्रत्ययः च तदा विधीयन्ते यदा धातोः परः सार्वधातुकसञ्ज्ञकः प्रत्ययः विधीयते. एवं भवति लटि, लोटि, लङि, विधिलिङ्गि अपि च शत्रुशानचोः. प्रयत्नं करोमि. प्रथमं वयं पठितवन्तः भूयोगः लट् स्था समये भू लकारस्थाने तिप् आगच्छति, लकारस्थाने तिङ् तदा तिङ् इति सार्वधातुकं किम् अस्ति चेत् तिङ् षित् सार्वधातुकं सूत्रमस्ति, तदेव तिङ् इति सार्वधातुकप्रत्यय नामकरणं भवति. तदनन्तरं सार्वधातुकसैनिकप्रत्यय न आगच्छति चेत् कर्तरिषपितसूत्रस्य प्रसक्तिः न भवति. शप् वा शप् शपं प्रबाद्य अन्ये विकरणप्रत्ययः अपि अस्ति गणविषये, तदेव कर्तरि अर्थे शप् प्रबाद्य अन्य प्रत्ययः विधीयन्ते. एवं अयं प्रक्रिया लट् लक् लट् भगिनि पुनः वदतु एकवारं, क्षम्यतां, पुनः वदतु. शप् प्रत्यय कर्तरि शप् इति सूत्रेण शप् प्रत्यय आगच्छति सार्वधातुकप्रत्यय कर्तृत्रे विषये. गण निमित्तक शप् प्रत्ययः अन्ये विकरणप्रत्ययः अपि आगच्छति, दिवादिगणेशन् इति, तुदादिगणेश इति विकरणप्रत्ययः अपि आगच्छति कर्तृत्रे शप् प्रबाद्य. सार्वधातुकसैनिकप्रत्यय यः प्रक्रिया भवति लटि, लोटि, लङि, विधिलिङ् च शत्रुशानचोः अपि कर्तरिषप्रत्यये आगच्छति. सत्यं सत्यम्. इत्युक्ते अत्र किमस्ति इति चेत् कर्तरिषप् इति सूत्रस्य कार्यं कुत्र भवति इति एव प्रश्नः, तस्य कार्यक्षेत्रं किं कार्यक्षेत्रं किम् इति एव प्रश्नः अस्ति. कुत्र कुत्र कर्तरिषप् इत्यस्य कार्यं भवति इति चेत्, यथा इदानीमेव वयं दृष्टवन्तः लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ् लकारे, तत्र सर्वत्र कर्तरिषप् इत्यस्य अवसरः अस्ति, यतोहि धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति, सः तिङ् प्रत्ययः सार्वधातुकः अपि अस्ति, कर्त्रार्थः अपि अस्ति, अतः तत्र सर्वत्र कार्यं करोति इति वयं जानीमः. इदानीं कृत् प्रत्ययस्य विषये वयं चिन्तयामः चेत्, कृत् प्रत्ययः धातुतः यः प्रत्ययः अस्ति सः कृत् प्रत्ययः अस्ति चेत्, तादृशकृत् प्रत्ययसन्दर्भे कुत्र कुत्र कर्तरिषप् इत्यस्य प्रसक्तिः भवितुम् अर्हति इति प्रश्नः भवति. केवलं तिङ् प्रत्ययस्य विषये एव तत्र कर्तरिषप् इति कार्यं करोति वा इति चेत्, सूत्रे तु तथा किमपि न उक्तं. सूत्रे किम् उक्तं, कर्तरिषप् इति सूत्रे धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति उक्तं सूत्रे. तर्हि कर्तरि सार्वधातुके अस्ति चेत् धातोः अनन्तरं शप् इति प्रत्ययः विधीयते. तर्हि कर्तरि सार्वधातुके इति उक्तं, न तु कर्तरि तिङ् प्रत्ययः. अतः यः कोऽपि सार्वधातुकप्रत्ययः कर्तरार्थे अस्ति चेत् शप् प्रत्ययः भवितुम् अर्हति. तर्हि इदानीं शत्रुप्रत्ययं स्वीकुर्मः. शत्रुप्रत्ययः कीदृशप्रत्ययः अस्ति? अत्र गीताञ्जलि भगिनी वदतु. सार्वधातुकं भगिनि, सत्यं शत्रुप्रत्ययः सार्वधातुकप्रत्ययः अस्ति, धातोः अनन्तरं भवति. उदाहरणं वदतु. पदमेव, प्रत्यय तु न जानामि भगिनि. शत्र इति प्रत्ययः अस्ति, शत्र इति प्रत्ययः अस्ति. शत्रुप्रत्यये किम् अवशिष्यते? शकार तु अपगच्छति. न जानामि इति अवशिष्यते. भवती जानाति एव, चिन्त्य विचिन्त्य वदतु. भवती सर्वं जानाति, वदतु. ऋ एव अपगच्छति. ऋ इति अनुनासिकः अस्ति. नासिकः अस्ति चेत् इत्युक्ते अस्ति तकार, तकार एव तिष्ठति. पुनः चिन्तयतु. ओ, अकार एव तिष्ठति भगिनि. तृ अत् अत् अत् अत् हा शप् हा हा अ शकार अ अस्ति. तदनन्तरं तक तृ तृ तः तिष्ठ. क्षम्यतां भगिनि. न न न, भवती जानाति एव. सम्यक् सम्यक्. अत् अत् तिष्ठति. भवती सर्वं जानाति, अहं जानामि. भवती तु सुब्रह्मण्यमहोदयस्य वर्गे अपि अस्ति, अतः भवती सर्वं जानाति. हा, शत्र इति प्रत्यये शकारस्य इत्संज्ञा अस्ति, लशक्व तद्धिते इत्यनेन. ऋकारस्य अपि इत्संज्ञा अस्ति, उपदेशजननासिक इत्यनेन. अतः अत् इति अवशिष्यते. तर्हि शत्रुप्रत्ययः सार्वधातुकप्रत्ययः अस्ति. भगिनी कर्त्रार्थे अस्ति वा? शत्र कर्त्रार्थे अस्ति इत्युक्ते तेन एव शप् पायाति न? तत्तु अस्ति, तत्तु अस्ति. शत्र इति प्रत्ययः अपि कर्त्रार्थे एव अस्ति. कृत् प्रत्ययः कर्त्रार्थे भवन्ति सामान्यतया. कृत् प्रत्ययः कर्त्रार्थे भवन्ति, अतः शत्रुप्रत्ययः अपि कर्त्रार्थे अस्ति. अतः कर्त्रार्थे अपि अस्ति, सार्वधातुकः अपि अस्ति. इदानीं पट् इति धातुं स्वीकुर्मः. पट् योगः शत्रुप्रत्ययः. शत्रुप्रत्ययः लट् लकारस्य स्थाने विधीयते. इदानीं पट् योगः लट् लकारः अस्ति. पट् योगः लट्, इदानीं लटः स्थाने शत्रुप्रत्ययः विधीयते. अत्र अग्रे सूत्रमस्ति, लटः शत्रुशानजा वप्रथमासमानादिकरणे इति सूत्रेण लट् स्थाने शत्रुप्रत्ययः आगच्छति. शत्रुप्रत्यये अत् इति अवशिष्यते. तर्हि इदानीं पट् योगः अत्, पट् योगः अत्. अत् इति प्रत्ययः सार्वधातुकप्रत्ययः अपि च कर्त्रार्थे अस्ति. तर्हि अत्र किं भवति भगिनि? पठत् इति. हा, न न, तत्र तत्र चिन्तनं किं? तत्र सार्वधातुकप्रत्ययः अस्ति, कर्त्रार्थे अस्ति चेत् किं भवति? तत्र कर्तरीषप् कार्यं करोति वा? न भगिनि, अत्र तु पट् पट् योग अत् आयाति. अत् तु अधुना पुनः तु वयं न पृच्छामि इत्युक्ते सार्वधातुक अस्ति चेत् अर्धधातुक अस्ति चेत् अत्र न भगिनि, अत् तु अवशिष्यते एव. तत्रापि तत्र तत्र अत् अत् कीदृशः अस्ति? शप् इत्यत्रापि अ इति अवशिष्यते. अ इति कीदृशः अस्ति? षित् इति वदामः खलु, अ इति प्रत्ययः षित्, षित्तः आयाति इत्युक्ते सार्वधातुक एव अस्ति अत्र. हा, सार्वधातुकः अस्ति, कर्त्रार्थे अपि अस्ति, अतः किं भवति? अतः कर्तरि शप् कारणेन तस्य कार्यं भवति वा? कर्तरीषपि तस्य कार्यं भवति वा? आं भगिनि. हा, तदेव मुख्यविषयः अस्ति. तत्रापि भवति कर्तरीषपि इत्यस्य कार्यं, स एव मुख्यविषयः अस्ति. शत्रुप्रत्ययः षित् सार्वधातुकः षित् अस्ति. शत्रुप्रत्यय अत् इति अवशिष्यते, तथापि सः प्रत्ययः षित् अस्ति, यतोहि षकारः पूर्वम् आसीत्, अतः षित् अस्ति, षित् अस्ति, अपि च कर्तरार्थे अपि अस्ति इति कृत्वा कर्तरीषप् इति सूत्रस्य प्रसक्तिः अस्ति. किमर्थम् अस्ति इति चेत् धातुः अपि अस्ति, धातोः परे शत्रुप्रत्ययः सार्वधातुकः कर्तरार्थकः प्रत्ययः अस्ति, अतः कर्तरीषप् इति सूत्रस्य निमित्तं पूरितम्, अतः पट् योगः शप् योगः अत् इति अस्ति. तर्हि पट् योगः शप् इत्यत्र अ इति अवशिष्यते, पट् योगः अयोगः अत्. इदानीं पट इति अङ्गं, पटयोगः अत् पटत् इति भवति, न तु पटात्, तत्र अन्यत् सूत्रमस्ति, अतः पटत् इति भवति रूपम्. अतः अत्र विषयः कः इति चेत्, धातोः अनन्तरं यः कोऽपि प्रत्ययः भवतु, सः प्रत्ययः सार्वधातुकः अपि च कर्तार्थे अस्ति चेत् सर्वत्र कर्तरीषप् इत्यस्य प्रसक्तिः भवति. धातोः अनन्तरं यः प्रत्ययः, सः तिङ् भवतु कृत् भवतु, यः कोऽपि प्रत्ययः भवतु, कर्तरीषप् इत्यस्य अवसरः भवति यदा धातोः अनन्तरं कर्तार्थकसार्वधातुकप्रत्ययः अस्ति इति विषयः. बुद्धं खलु भगिनि? आं भगिनि. अस्तु, वासुदेवन् महोदय एकवारं वदतु किं बुद्धम् अत्र. अस्ति वा वासुदेवन् महोदय? पड्योगः अत्, पड्योगः अत् शत्रुप्रत्यय यदा आगच्छति तदा अदि तदापि शप्रत्यय आगच्छति. पड्योगः शप्योगः अत् किमर्थं? कर्तर्थके कर्तर्थके सार्वधातुकप्रत्यये परे अस्ति इति कारणेन शपायाति, शपायाति. पड्योगः शप्योगः शत्रु, शत्रु इति स्थिते अत् अत् भवति. पड् अतपि तिङ् सित् अस्ति, तदा पड्योगः आ योगः अत्. शप् किमर्थम् आगच्छति? शप् कर्तर्थके, कर्तर्थके, कर्तर्थके. किम् अस्ति कर्तर्थे? कर्तर्थे प्रत्ययः, कर्तर्थे प्रत्ययः अत् शत् शत्रु, शत्रुप्रत्ययः. शत्रुप्रत्ययः कर्तृत्वे अस्ति, अतः शप् शप् आयाति, कर्तरि शप् इति सूत्रेण शप् आयाति. तदा पडियोगः आयोगः शत्रु, शत्रुस्थाने अत् भवति. पडियोगः आयोगः अत् कोऽपि सूत्रेण, अन्यत् सूत्रेण आयोगः अप् भवति, अप् अत एव पठत्. समीचीनं, समीचीनं, कृपया म्यूट् करोतु, धन्यवादः. समीचीनं, सर्वैः बुद्धं खलु? प्रश्नः अस्ति वा? सर्वैः बुद्धं वा? अस्तु, तर्हि अग्रे सुमन् भगिनी पठतु. अस्तु, रामनाथमहोदय पठतु. क्षम्यतां भगिनि. अस्तु, इदानीं किं स्मरयतु भगिनि, शत्रुशानजोः लस्य इति सूत्रं विना. हा, चिन्ता नास्ति भगिनि, अनन्तरं पठतु. शत्रुशानजोः लस्यसूत्रमस्ति खलु तत्र? सत्यं, शत्रुशानजोः लस्य इति सूत्रं विना. शत्रुशानजोः लस्य इति सूत्रं विना सार्वधातुकसंज्ञा साक्षात् भवति षित्वा. शत्रुप्रत्यय च शानज् प्रत्यय च लट् लकारस्य स्थाने भवतः. लट् शत्रु शानज् शानज् प्रथम क्षम्यतां प्रथम समान अधिकारणे इत्यनेन अत्र अपि शत्र शानजोः सार्वधातुकत्वात् कर्तरि शप् इत्यनेन शप् विधीयते. नन्तु भगिनी उक्तवती खलु तत्र शत्रुशानच् तयोः प्रत्यय तत्र स्थाने कर्तरि शप् आयाति कार्यं करोति इति इत्युक्ते तत्र किन्तु शत्रुशानच् द्वयोः अपि अस्ति अतः गुणनिषेधः भवति किन्तु सत्यं तत्र यत्र शत्रुशानच् प्रत्ययः अस्ति तत्र लस्य इति सूत्रस्य लस्य इत्यनेन तिङ् प्रत्ययः न आगच्छति तत्र शत्र अथवा शानच् प्रत्यय तिङ् प्रत्ययस्थाने आदेश भवति. सत्यं सत्यं तत्र तत्रापि यथा तत्र उदाहरणरूपेण वयं दृष्टवन्तः पठत् इति रूपं पठत् इति प्रातिपदिकं तत्र कर्तरीशप् इत्यस्य कार्यम् आसीत्. अस्तु समीचीनं बुद्धं खलु. अत्र सूत्रमस्ति सूत्रं दत्तं सूत्रस्य विवरणं न इदानीं न वदामि. लटः शत्रुशानजा अप्रथमसमानाधिकरणे इति सूत्रस्य विवरणं न वदामि परन्तु लट्लकारस्य स्थाने शत्रुप्रत्ययः शानच् प्रत्ययः विधीयते. यथा शत्रुप्रत्ययस्य विषये उक्तम् आसीत् पट्योगः शत्रुप्रत्ययः तत्र शप् विधीयते पटत् इति रूपम् एवमेव शानच् प्रत्ययः विधीय शानच् प्रत्ययस्य विषये अपि तथा एव चिन्तनं. केवलं तत्र भेदः कः इति चेत् शानच् प्रत्ययः आत्मनेपदी धातूनां भवति अतः वन्द्योगः शानच् इदानीं वदतु वन्द्योगः शानच् अस्तु. तत्र लशकृतभिते सूत्रेण शकारस्य संज्ञा लोपः अपि भवति तस्य लोपसूत्रेण लोपः भवति आन तिष्ठति वन्द् धातु अस्ति तत्र प्रातिपदिक इदानीम् एकनिमिषं प्रातिपदिकं नास्ति धातुः क्षम्यतां मकारस्य कुतः क्षम्यतां भगिनि आगम वन्द् योगः आन इति अस्ति अधुना किं भवति वन्द् योगः आन आन इति कीदृशप्रत्ययः मकारस्य आगमः भवति खलु न न एकक्षणं वद एकक्षणं न एकक्षणं क्रमेण पश्यामः वन्द् योगः आन तत्र आन इति कीदृशप्रत्ययः कृदन्तप्रत्ययः अपि च शानच् ततः आगच्छति खलु सार्वधातुक कृदन्तप्रत्यय अस्ति. सत्यं वन्द्योगः आन इति सार्वधातुकप्रत्ययः अस्ति कर्त्रार्थे अस्ति वा भवितुं शक्नोति यदा कर्त्रार्थे इति चिन्तयतु कर्त्रार्थे विवक्षा अस्ति चिन्तयतु तत्र किं भवति इदानीं तत्र मकारः कथम् आयाति इति प्रश्नः नास्ति. अत्र कर्तरिषप् इति कार्यं करोति वा इति एव प्रश्नः अस्ति. कर्तरिषप् कार्यं कर्तुं शक्नोति तर्हि वन्द् योगः अयोगः आन किं भवति वन्द् योग अयोग आन वन्द भवति अनन्तरम् अतो गुणे कार्यं करोति न न एकक्षणम् एकक्षणम् एकक्षणं वन्द तत् अत्र कर्तरीशप् इति कार्यं करोति यतोहि आन इति प्रत्ययः कर्त्रार्थे अपि अस्ति सार्वधातुकः अपि अस्ति धातुः अपि अस्ति वन्द् अतः शप् इति विधीयते तत्र अतः वन्दियोगः अयोगः आन वन्दयोगः आन योग आन इदानीं तत्र आन इत्यत्र मुक् आगमः भवति अतः अनेमुक् इति सूत्रेण मुगागमः भवति यतोहि वन्द इति अदन्तमस्ति अदन्तमस्ति ह्रस्व अकारः अस्ति वन्द इत्यत्र ह्रस्व अकारान्त अङ्ग ह्रस्व अकारान्त अङ्गम् अतः आनिमुक् इत्यनेन मुगागमः अतः वन्दयोगः मान वन्दमान वन्दमान तर्हि अत्र अत्र अस्माकं विषयः शानच् प्रक्रिया कथं भवति शत्रुप्रक्रिया प्रक्रिया कथं भवति इति विषयः नास्ति अतः प्रक्रिया न अवगच्छति चेत् चिन्ता मास्तु अग्रे गत्वा पठिष्यामः अत्र अस्माकं मुख्यविषयः कः इति चेत् कर्तरीशप् कार्यं करोति न वा इत्येव प्रश्नः अस्ति न केवलं तिङ् प्रत्ययस्य विषये कर्तरीशप् कार्यं करोति कृत् प्रत्ययस्य विषये अपि कर्तरीशप् कार्यं कर्तुं शक्नोति यदा कृत् प्रत्ययः हा सार्वधातुकः अस्ति कर्त्रार्थे अस्ति इति विषयः कर्मण्यर्थे अपि आगच्छति तत्र आयाति खलु हा तत्र वन्दियोगः आन इति अस्ति इदानीं शानच् प्रत्ययः सार्वधातुकप्रत्ययः कर्मण्यर्थे इति चिन्तयतु आगच्छति खलु सत्यं सत्यं सत्यं तत्र कर्तरीशप् इति कार्यं न करोति वन्दियोगः आन आन इति प्रत्ययः यद्यपि सार्वधातुकप्रत्ययः तथापि कर्त्रार्थे नास्ति कर्मार्थे अस्ति अथवा भावार्थे अस्ति अतः तत्र सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः आगच्छति अतः वन्दियोगः यक् योगः आन इत्यस्ति तर्हि यक् इति प्रत्यये ककारस्य यत्संज्ञा भवति य इति अवशिष्यते अतः वन्दियोगः ययोगः आन वन्द्ययोगः आन अत्रापि अदन्तमङ्गम् अस्ति इति कृत्वा मुक् आगमः भवति वन्द्ययोगः मान वन्द्यमान इति प्रातिपदिकं वन्द्यमानः वन्द्यमाना वन्द्यमानम् तत्र यकार दृश्यते अत्र कर्तरिप्रयोगे अस्ति चेत् न दृश्यते कर्तरिप्रयोगे यकारः नास्ति यतोहि कर्तरि शप् इत्यस्य कार्यमस्ति अस्तु अस्तु तर्हि अग्रे सर्तुं शक्नुमः अत्र कर्तरीशप् आगच्छति इति विषयः विषयः बुद्धः चेत् अग्रे सरेम अस्तु धन्यवादः भगिनि समीचीनं अग्रे राहुल् महोदय वदति वा पठति वा अधुना आर्धधातुकचिन्तनं लिट् लकारः स्वीक्रियतां सिद्धान्तकौमुद्यां प्रक्रिया एतादृशी प्रदर्शिता भवति आप् योगः लृट् आप् योगः ल् लकारः लस्य तिप्तस्जि इत्यस्य इत्याभ्यां तिङ्विधानम् आप् योगः तिङ् तिंशित् सार्वधातुकं पुनः तिप् सार्वधातुकसंज्ञकः कर्तृर्थश्च कर्तरि शप् विधीयते शपं प्रभात्य सतासि लृ लुटोः इत्यनेन स्य विधानम् आप् योगः स्य योगः ति आप्स्यति अतः सिद्धान्तकौमुद्यां सतासि लृ लुटोः कर्तरीशप् इत्यस्य अपवादः अत्र आर्धधातुकस्य प्रक्रिया कथं भवति इति बोधितवन्तः आदौ आप्योगः लृट् तत्र आप्योगः ल इति अवशिष्यते लकारः इति अवशिष्यते लृट् अत्र लृट् इति प्रत्ययः आर्धधातुकप्रत्ययः किञ्चित् भिन्नम् अतः आदौ तस्य तत्र लस्य इत्यनेन तिप्तश्चि तत्सर्वं विधीयते अतः आप्योगः तिप् तिंशित् सार्वधातुकम् अधुना अतः अपि च कर्तरिप्रयोगे अतः कर्तरि शप् इति विधीयते कर्तरि शप् इति विधीयते आप्योगः तिप् किन्तु अत्र यदि लट् नास्ति सार्वधातुकः नास्ति अतः तत् तत् शपं प्रभाद्य आदौ चतासि ल्युट् ल्युटोः इत्यनेन अस्य इति प्रत्ययः विधीयते अतः आप् योगः स्य योगः तिप् आप्स्यति इति भवति किन्तु अन्तिमः यः अस्ति तत् नावगतं मया अतः सिद्धान्तकौमुद्यां सतासि ल्युटोः कर्तृश अपवादः अस्ति हा हा चिन्ता नास्ति अत्र उमा भगिनी किं चिन्तयति अन्तिमवाक्यं किं वदति कृत्यं न ज्ञातवती, किन्तु इति शताशि लृ लुटोः इति सूत्रेण एतावता किं किम् एतावता यत् पठितं तस्य विपरीतचिन्तनम् अस्ति अत्र. ऐ अण्डर्स्टाण्ड् सी कर्तरि शप् इत्यस्य अपवादः, दट् मीन्स् शतासि लृ लुटोः निषेधसूत्रं, कर्तरि शप् इत्यस्य निषेधसूत्रम् इति चिन्तयामि. निषेधः नास्ति, मीना भगिनी वदतु. अवगतं मया. अवगतं, सत्यं सत्यम्. अहं केवलं तत्र अन्यत् चिन्तनं किमपि अस्ति वा इति एकवारं द्रष्टुमिच्छामि. मीना भगिनी किं चिन्तयति? प्रश्नः सत्यासि लुटोः अपि कर्तरीश अपवादः किम् इत्युक्ते वा, किमर्थम् किमर्थम् अपवादः सूत्रं कर्तरीशप् इति सूत्रं धातोः एव विधीयते. लकारस्य लकारस्य स्थाने लृटस्थाने स्या भवति, लकारनिमित्य न लृटः स्थाने नास्ति, लृटः स्थाने नास्ति, धातोः अनन्तरं भवति लृट् प्रत्ययं निमित्तीकृत्य. लृट् निमित्तीकृत्य प्रत्ययः भवति. कर्तरि शप् इति धातोः एव विधीयते. कर्तरि शप् धातुतः प्रत्ययः शप् प्रत्ययः सः विषयः नास्ति भगिनि, सः विषयः नास्ति. अत्र न जानामि भगिनि, अहं प्रयत्नं करोमि. वसन्ति भगिनि वदतु, प्रयत्नं भगिनि. ऐ एम् आल्सो अनेबल् टु अण्डर्स्टाण्ड् हौ इट् इस् अपवादम्. एकक्षणं पश्यामः. अत्र वसति भगिनी वदतु, चिन्तनं किम् अत्र केवलं चिन्तनम् अस्ति वा इति एव द्रष्टुमिच्छामि. तत्र किम् अस्ति चिन्तनं? कर्तरि शप् सूत्र धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति चेत् कर्तरि शप् प्रसक्तिः अस्ति. य इति आर्धधातुकप्रत्यय, अतः न इदानीं धातोः अनन्तरम् आप्योगः तिप् इति अस्ति. अत्र अत्र किञ्चित् भिन्नरीत्या प्रदर्शितमस्ति कौमुद्याम्. आप्योगः तिप् इति अस्ति. इदानीम् आप् इति धातुतः सार्वधातुकप्रत्ययः अस्ति, कर्त्रार्थे अस्ति, साक्षात् अनन्तरमपि अस्ति. अत्र कर्तरीशप् इत्यस्य प्रसक्तिः अस्ति, अतः कर्तरीशप् इति सूत्रं किमर्थं कार्यं न करोति? अहं प्रयत्नं करोमि भगिनि. न एकक्षणं, वसन्ति भगिनी वदतु. क्य इति धातोः अनन्तरं आयाति, अतः न किमर्थं तत्र शप् न आगच्छति? शप् अपि स्यतासि लुलुटोः इत्यस्य प्रसक्तिः अस्ति, कर्तरि शप् इत्यस्य अपि प्रसक्तिः अस्ति. तर्हि कत्र किं सूत्रं प्रथमं कार्यं कुर्यात्? विनय महोदय वदतु. यद् स्य प्रत्ययः प्रथम आगच्छति, तर्हि आप् स्य किमर्थम् आगच्छति प्रथमं? तदेव प्रश्नः खलु, स एव प्रश्नः. स्य किमर्थं प्रथमम् आगच्छति, किमर्थं कर्तरिशा पत्र न आगच्छति? अत्र तु धातोः अनन्तरं तिङ् प्रत्ययः अस्ति, साक्षात् अनन्तरम् अस्ति, अतः किमर्थं शप् न आगन्तुं शक्नोति? कर्तृ शप् कार्यं केवलं शप् अनुबन्धरहित अभवति. अत्र अत्र कोऽपि अवसरः नास्ति. आप धातुः यदि अ आगच्छति तर्हि तिङ् प्रत्ययः लृट् अनन्तरं विधानं प्रक्रिया न एकक्षणं महोदय, भवान् वदति शप् इति प्रत्ययः आगच्छति इति वदति खलु, कथम् आगच्छति, किमर्थम् आगच्छति? शप् प्रत्यय किम् आगच्छति यदि शप् प्रत्यय आगच्छति यदि स्यु प्रथमं न आगच्छति. किमर्थं प्रथमं न आगच्छति स्य? किमर्थम् इदानीम् अत्र बलाबलस्य चिन्तनम् अस्ति. गोमती भगिनी किं वक्तुमिच्छति? अहम् अहं वदामि भगिनि, सिद्धान्तकौमुदी तु पूर्वमस्ति. अहं वदामि, चताशील रुलुटोः संख्या तु त्रयस्त्रिंशत्, कर्तरि शप् अनन्तरम् आयाति. यद् अनन्तरम् आयाति तदेव बलियात् भवति, परन्तु अत्र किञ्चित् उल्टा पुल्टा अभवत्. गोमती भगिनी वदतु, कर्तरि शप् न आयाति कारणं गणनिमित्तकप्रत्ययमस्ति, लकारनिमित्तकप्रत्ययमस्ति, लुलुटोः लकारनिमित्तकप्रत्ययं. सो प्रथमं तु लकारः एव आयाति. सो लकारनिमित्तकप्रत्ययमस्ति चेत् तदेव प्रथमम् आयाति. इत्युक्ते इत्युक्ते न एकक्षणम् इत्युक्ते भवती वदति सिद्धान्तकौमुद्यं यद् दत्तमस्ति तत् समीचीनं नास्ति इति वक्तुमिच्छति वा? तदा अहं न जानामि, किन्तु ये लकारनिमित्तकप्रत्ययम् अस्ति अतः लकारनिमित्तकप्रत्ययं स्यात् धातु. अस्तु, तर्हि पश्यामः किमस्ति इति एकवारं पश्यामः. कृपया भगिनी भगिनी सिद्धान्तकौमुद्यम् इति किमर्थम् उक्तं तत्र? पश्यामः, कृपया म्यूट् करोतु, पश्यामः. अस्तु, इदानीं तत्र एतावता किं बुद्धं? तत्र धातुः आप् इति धातुः अस्ति, लृट् लकारः अस्ति चेत् तत्र स्य इति प्रत्ययः मध्ये भवति इति एतावता अधीतम् अस्ति. स्य इति प्रत्ययः मध्ये व्यवधानम् अस्ति इति कृत्वा कर्तरि शप् इत्यस्य प्रसक्तिः न भवति इति उक्तमस्ति. स एव तत्र मातुः पद्धतिम् अनुसृत्य तथा वयम् उक्तवन्तः. इदानीं तत्र सिद्धान्तकौमुद्यां किम् अस्ति, शताशीलुलुटोः इत्यस्य विषये किम् उक्तम् इति चेत्, तत्र आप् इति धातुतः लृट् इति लकारः विधीयते. इदानीम् अस्मिन्नेव सन्दर्भे शताशीलुलुटोः इत्यस्य कार्यं तत्र न भवति, अपि तु लृट् लकारस्य स्थाने लस्य इत्यनेन तिङ् प्रत्ययः विधीयते इति उक्तम्. तर्हि आप्योगः तिप्, आप्योगः तिप्, तिङ् प्रत्ययस्य विधानेन आप्योगः तिप्. इदानीम् अत्र अस्माकं परिस्थितिः का इति चेत्, आप्योगः तिप्, अत्र तिप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, कर्त्रार्थे अपि अस्ति, धातोः साक्षात् अनन्तरम् अस्ति, अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति. अपि च अत्र पश्यामः चेत् लृट् लकारे स्यतासि लृटोः इति सूत्रस्यापि प्रसक्तिः अस्ति. अत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति, स्यतासि लृटोः इति सूत्रस्यापि प्रसक्तिः अस्ति. इदानीं सूत्रद्वयस्य प्रसक्तिः अस्ति, कर्तरि शप् इत्यस्य प्रसक्तिः, स्यतासि लृटोः इत्यस्यापि प्रसक्तिः. तर्हि तयोर्मध्ये किं सूत्रं प्रथमं कार्यं कुर्यात् इति एव प्रश्नः अस्ति. तयोः सूत्रयोः मध्ये सङ्घर्षः अस्ति. इदानीं तत्र बलाबलस्य चिन्तनं करणीयं, किं सूत्रं बलवत् तयोर्मध्ये इति एव प्रश्नः अस्ति. सामान्यतया चिन्तनं किं भवति इति चेत्, परसूत्रस्य बलं भवति इति वयं वदामः. अत्र शताशीलुलुटोः इत्यस्य अपेक्षया कर्तरि शप् इति सूत्रं परसूत्रम् अस्ति, यतोहि तस्य सङ्ख्या पश्यामः चेत् अष्टषष्टितमं सूत्रमस्ति कर्तरि शप्, शताशीलुलुटोः इति त्रयस्त्रिंशत्तमं सूत्रमस्ति. अतः कर्तरि शप् इति सूत्रं परसूत्रम्, अतः परसूत्रस्य बलम् अस्ति इति कुर्मः चेत्, स्य अत्र शप् इति प्रत्ययस्य विधानं भवतु इति चिन्तयामः चेत् तदानीं किं भवति इति चेत्, शताशीलुलुटोः इति सूत्रस्य अवकाशः अन्यत्र कुत्रापि न भवति, तत् सूत्रमेव व्यर्थं भवति. तत्सूत्रं किं वदति? लृट् लकारे एव धातुतः स्य इति प्रत्ययः भवति इति तत्सूत्रं वदति. तर्हि लृट् लकारे सर्वत्र कर्तरि शप् इति सूत्रं कार्यं करोति चेत् परसूत्रस्य बलेन, तर्हि स्यतशीलुटोः इति सूत्रस्य अवकाशः न भवति, कुत्रापि न भवति, अतः तत्सूत्रं व्यर्थं भविष्यति. तादृशं मा भूत् इति कृत्वा स्यतशीलुटोः इति सूत्रं तस्य अपवादः अस्ति, एक्सेप्शन् अस्ति. किमर्थमस्ति चेत् तस्य कार्यम् अत्र न भवति चेत् तस्य कार्यम् अन्यत्र कुत्रापि न भवितुम् अर्हति, अतः अपवादबलेन शताशीलुलुटोः इति सूत्रं प्रथमं कार्यं करोति, कर्तरि शप् इति सूत्रं कार्यं न करोति. अतः एव आप्योगः स्ययोगः ति इति अस्ति. सितासि लुटोः इति कर्तरि शप् इति सूत्रं प्रबाद्य अपवादबलेन अत्र कार्यं करोति. बुद्धं वा? इतोपि सिद्धान्तकौमुद्यां इति केन केन कारणेन उक्तम् इति न ज्ञातुं शक्यते. अग्रे पश्यामः. अत्र वस्तुतः मतद्वयमस्ति. एतादृशमपि भाष्यकारः अग्रे वदति. तत्र एतादृशं तत्र प्रथमं तत्र तिङ् प्रत्ययः अपि भवितुमर्हति लकारस्य स्थाने. एतादृशमपि मतम् अस्ति. अपि च यथा तत्र वयं चर्चितवन्तः पूर्वं, तत्र स्य इति प्रत्ययः प्रथमं भवति आप्योगः स्य योगः लृट्, तदनन्तरं लृटः स्थाने तिङ् इति यथा वयं पूर्वं चर्चितवन्तः, तथा तादृश रीत्यापि वयं कार्यं कर्तुं शक्नुमः. मतद्वयमपि समीचीनम् एव इत्येव भाष्यकारस्य मतम्. अतः सिद्धान्तकौमुद्यां यदुक्तं तदपि समीचीनमेव. तद् एकं मतम् अस्ति. यद्वयं चर्चितवन्तः तदपि एकं मतम् अस्ति. परन्तु मातॄणां मतं यत् अस्ति, प्रथमं स्य भवति चेदेव तत्र तस्मिन्नेव सारल्यम् अस्ति. यतोहि सेतासीलुटोः इति सूत्रे साक्षात् उक्तमस्ति लकारं निमित्तीकृत्य विकरणप्रत्ययः इति उक्तमस्ति. एतादृशं कुर्मः चेदेव सारल्यम् अस्ति इति कृत्वा वयं तु अस्माकं वर्गेषु प्रथमं स्यतासीलुटोः इत्यस्यैव कार्यं कुर्मः. धातोः अनन्तरं लकारः अस्ति चेत् प्रथमं स्य इति प्रत्ययः भवति आप् योगः स्य योगः लृट्, तदनन्तरं लृटः स्थाने लस्य इत्यनेन तिपादयः इति वयं कुर्मः. परन्तु चिन्तनार्थम् अत्र प्रदर्शितमस्ति. एतत् सर्वं केवलं चिन्तनार्थं. बुद्धं खलु राहुल् महोदय? एकक्षणं भगिनि. महोदय वदतु सारांशरूपेण किम् अस्ति तत्र. अत्र आप्योगः लृट् इति लृट् अर्धधातुकस्य प्रसङ्गे यदि वयम् आप्योगः लृट् इति स्वीकुर्मः, तत्र तु अर्धधातुकः अस्ति लकारः, अतः लकारस्य प्रत्यय संज्ञा अर्धधातुकसंज्ञा, अतः तत्र आदिमं तस्य लस्य इत्यनेन चतासि लुलुटोः इत्यनेन आप्योगः स्य योगः, अनन्तरं तस्य लकारस्य तिप् इति संज्ञा भूत्वा आप्स्यति इति भवति. अत्र सिद्धान्तकौमुद्यां तु शतासि लुटुटोः इति आदिमम् आगच्छति, अनन्तरमेव कर्तरिषप् आगच्छति. क्रमेण पश्यामः चेत् कर्तरिषप् इत्यस्य अधिकं बलं भवेत्, किन्तु अत्र अपवादरूपेण शतासि लुटुटोः अन्यत् कुत्रापि कार्यं न भवति यदि कर्तरिषप् इत्यस्य बलम् अत्र विधीयते. अतः शतासि लुटोः इत्येव अत्र आगच्छति, अधिकं बलं दर्शयित्वा अत्र आगच्छति. बहु समीचीनमस्ति. तदेव अपवादः इति वदामः. अपवादः इत्युक्ते एक्सेप्शन् अस्ति. जनरल् रूल् अत्र कार्यं न करोति. उत्सर्गः कर्तरिषप् इति कार्यं न करोति, यतोहि शतासि लुटोः इति सूत्रस्य निरवकाशत्वं भवति. निरवकाशः अपवादस्य लक्षणम् अस्तु. उमा भगिनी, प्रश्नः कः? कर्तरि शप् इति आगच्छति चेत् विकरणप्रत्ययः आगच्छति न? शतासि लृलुटोः अस्य सूत्रस्य विकरणप्रत्ययः नास्ति. न, सः अपि विकरणप्रत्ययः एव. सः अपि विकरणप्रत्ययः एव. लकारनिमित्तिकविकरणप्रत्ययः. ओके. हा, सः अपि विकरणप्रत्ययः एव. यद्यपि सामान्यतया विकरणप्रत्ययः इति न वदामः, परन्तु विकरणप्रत्ययः एव अस्ति. धातु तिङ् प्रत्ययो मध्ये आगच्छति इति कृत्वा विकरणः. भगिनि, पूर्वं वयं पठामः आर्धधातुकलकारे तु कर्तरिषप्रसक्ति एव नास्ति, किन्तु अधुना एव कारणं न न न आर्धधातुकलकारेषु कर्तरिषप् इति प्रसक्तिः अस्ति एव. क्षम्यतां, सार्वधातुकलकारः किमुक्तवती? आर्धधातुक लकारे शप् इत्यस्य प्रसक्तिः नास्ति. कर्तरिषप्रसक्ति एव नास्ति, किन्तु अधुना एव कारणं ज्ञातवान्. कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति इति किमर्थम् उक्तम् इति चेत्, तत्र अस्माकं तत्र क्रमः भिन्नः आसीत्. केन क्रमेण सूत्रस्य प्रवृत्तिः इति तत्र भिन्नः आसीत्. इदानीं सिद्धान्तकौमुद्यं भिन्नरीत्या अस्ति इति कृत्वा अत्र कर्तरीशप् इत्यस्य प्रसक्तिः अस्ति इति दृश्यते, परन्तु तत् सूत्रस्य कार्यं न भवति, यतोहि शतासीलुलटोः इति सूत्रम् अपवादसूत्रम् अस्ति. उत्तमं, धन्यवादः. अस्तु तर्हि अत्र कोऽपि प्रश्नः अस्ति वा? नो चेत् अत्र स्थगयामः, अग्रे गत्वा तत्र चर्चां कुर्मः, द्वयोः मतयोः किं तत्र भेदः कः. Bhagini, sorry, I am still unable to understand how it is apavadam. Can we just cover this in next class first time and beginning? एकवारं पश्यामः. भगिनि, जनरल् रूल् प्रथमम् उक्त्वा अनन्तरम् एतस्य एषः अपवादः इति वदामः. अत्र अपवादः पूर्वम् आयाति, जनरल् रूल् अनन्तरम् आयाति वा? सर्वत्र तथा नास्ति भगिनि. सर्वत्र प्रथमं जनरल् रूल् उक्त्वा तदनन्तरम् अपवादः उक्तः इति नास्ति. बहुत्र अपवादः प्रथमम् उक्त्वा तदनन्तरमपि जनरल् रूल् अस्ति. एवं वा? अस्तु, हा, तथा अस्ति. सर्वत्र प्रथमं जनरल् रूल्, तदनन्तरम् अपवादः इति नास्ति. तादृशमपि अस्ति, परन्तु अन्यत्र अपवादं प्रथमम् उक्त्वा तदनन्तरं जनरल् रूल्, उत्सर्गः. उत्सर्गः एव प्रथमम् इति अहम्, अस्तु, मम तादृशं नास्ति. तादृश उदाहरणानि बहूनि सन्ति यत्र प्रथमं, तत्र सूत्रक्रमेण पश्यामः चेत् प्रथमं तत्र अपवादः उक्तः, तदनन्तरम् उत्सर्गः अपि उक्तः. अतः एवमपि अस्ति वा? एवमपि अस्ति. एतत्र अस्ति खलु, शतासिलुलटोः कर्तृशब् तथा एव अस्ति. उत्सर्गः अपवादः प्रथमम् उक्तः, तदनन्तरम् उत्सर्गः. अस्तु, चिन्तयन्तु, एतत् केवलं चिन्तनार्थमेव. मातुः पद्धत्यां तु तत् अपवादः एव नास्ति. कर्तरीशप् इत्यस्य प्रसक्तिः एव नास्ति. मातुः पद्धत्यां कर्तरीशप् इत्यस्य प्रसक्तिः एव नास्ति. तत् इतोपि सैण्टिफिक् इति, हा, समीचीनमस्ति. भ्रमः नास्ति, स्पष्टता अस्ति इति कृत्वा वयं तदेव स्वीकृत्य पश्यामः. अतः एतावत् यद् अधीतं तद् मनसि अस्ति चेत् पर्याप्तम्. अग्रे यत् पठामः तत् केवलं चिन्तनार्थं तावदेव. एतादृशं मतमपि अस्ति इति ज्ञानार्थम्. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. नमस्ते, धन्यवादः.